नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आशीर्लिङ्ग् परस्मैपदे इति पाठः अनुवर्तते। आशिषि लिङ्ग् लोटौ इति सूत्रम् आसीत् प्रथमं सूत्रम्। आशीर्वादार्थे धातुभ्यः लिङ्ग् लोट् च लकारौ भवतः इति सूत्रस्य अर्थः अप्राप्तस्य इष्टस्य प्राप्तुम् इच्छा इति एव अर्थः तस्य। अनन्तरं तत्र वयं सूत्राणि क्षम्यतां सिद्धरूपाणि अपि दृष्टवन्तः। यात् यास्तां यासुः, याः यास्तं यास्त, यासं यास्व यास्म, सर्वत्र तत्र यासुटागमः भवति इति दृष्टवन्तः। तत्र तु यास् इति वलादिः नास्ति इति कृत्वा तत्र इडागमः न भवति इति चिन्तनमासीत्। गतसप्ताहे वयं तु तत्र आकारान्तदातवः इति आरभ्य दृष्टवन्तः। एकं मुख्यसूत्रम् आसीत् तद् किदाशिषि इति आतिदेशसूत्रं। यासु परस्मैपदेषु उदातो निच्च इत्यनेन णित्वम् आरोपितं, परन्तु तत्र आशीर्लिङ्गे किदाशिषि इति सूत्रेण कित्वमपि आरोपितं। तस्य कार्याणि सन्ति इति कृत्वा तत्र कित्वम् आशिषि लिङ्ग् यासु कित् इति भवति। तत्र एकम् उदाहरणमासीत् जागृविच्छिन्नल् निप्सु, अनन्तरं तत्र यत्र वचस्वपि अजादीनां किति इति केचन सूत्राणि सन्ति यत्र कित्वम् आवश्यकम्। अतः तत्र वयं कित्वमपि कित्वम् आरोपितम् इदानीम्। तत्र अजन्तदातवः सामान्यदातवः हलन्तदातवः इति आसीत्। तत्र अजन्तदातवः इत्यत्र आकारान्त एजन्तदातवः प्रथमं दृष्टवन्तः। तत्र तु किमपि मुख्यकार्यम् इति नास्ति, केवलं धातु मेलनमेव। वायात् वायातां वायुः इति वायासुः इति वायास्तं वायास्तां वायासुः, वायाः वायास्तं वायास्त, वायासं वायास्व वायास्म इति तत्र रूपाणि इति आकारान्त आकारान्तानाम् एत्वम् एर्लिङ्गि इति सूत्रम् आसीत्। तत्रापि अस्माकं कित्वस्य आवश्यकम् आसीत्। गूमास्ता गूमास्ता गापा जहातीसाम् अङ्गस्य एः आर्धधातुके कितिलिङ्गि, तत्र कित्वम् आवश्यकम्। अनेन किं भवति इत्युक्ते गूमास्ता इति परिगणितदातवानाम् एत्वं भवति इति दृष्टवन्तः। तत्र तद् देया देयास्तां देयासुः, देयाः देयास्तं देयास्त, देयासं देयास्व देयास्म इति रूपाणि तत्र अनेन एर्लिङ्गि इति सूत्रेण। अनन्तरं तत्र संयोगपूर्व आकारान्तदातवः अस्ति चेत् यदा घ्राद् माम्नाश्ना इति तत्र वाण्यस्य संयोगादेः इति सूत्रमस्ति। तत्र गूमास्ताभ्यः भिन्नानां संयोगादिधातूनाम् आकारस्य विकल्पेन एकारादेशः भवति। तत्रापि आर्धधातुके कितिलिङ्गि, अतः किदाशिषि इत्यस्य प्रयोजनं किम् इत्युक्ते एतानि सर्वाणि सूत्राणि यत्र कित्वम् आवश्यकं भवति, अतः तत्र वाण्यस्य संयोगादेः इति सूत्रेण तत्र तत्रापि एतः आतः अङ्गस्य एः इति भवति इति ग्लेयात् ग्ला योगः यात् ग्लेयात् ग्लायात् इति रूपद्वयं तत्र भवति। ईकारान्त ईकारान्त उकारान्त ऊकारान्तदातवः तत्र सामान्यतया तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति स्म, परन्तु इदानीं किदाशिषि इत्यनेन कित्वम् आरोपितम्, अतः तत्र ङिति च इत्यनेन गुणनिषेधः। एतान् एव तत्र प्रयोजनानि एतानि प्रयोजनानि कित्व दीर्घः इति सर्वे दातवः अकृत् सार्वधातुकयो दीर्घः इति सामान्यसूत्रं दृष्टवन्तः। दीर्घः भवति जीयात् हूयात्, न श्रूयते वा? वी लास्ट यू फॉर सम टाइम. ओ मध्ये वा यदा उक्त आं भगिनी भगिनि, जी आत्त वा आम् यू अस्तु मेन्शन् द इ इकारान्त देन् आफ्टर् देट् ओ अस्तु आम् प्रायः इण्टर्नेट् अस्तु इकारान्त इकारान्त उकारान्त उकारान्त दातवः इति द्वितीयम् आसीत् प्रथमम् आकारान्तः अनन्तरम् इकारान्त ईकारान्त तस्यां श्रेण्यां तत्र इगन्तधातुः अस्ति चेत् वयम् आर्धधातुक तिङ् प्रत्ययः परः अस्ति चेत् तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन सामान्यतया तत्र गुणः भवति स्म परन्तु किदाशिषि इत्यस्य प्रयोजनं किम् इत्युक्ते तत्र कित्वम् आरोपितम् अनेन तत्र निति च इत्यनेन गुणनिषेधः इत्येव तत्र कित्वम् इत्यस्य प्रयोजनं किम् इति एतानि सूत्राणि वदन्ति एव अत्रम् अनन्तरं तत्र अकृत् सार्वधातुकयोर्दीर्घः इति सामान्यसूत्रमस्ति इति दृष्टवन्तः तत्र अजन्त अङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे तत्र अजन्त अङ्गस्य इत्येव उक्तं परन्तु फलितार्थः तद् इगन्त अङ्गस्य भवति इति दृष्टवन्तः जीयात् कूयात् भूयात् इति दीर्घः भवति इति अनन्तरं तत्र भ्रुवो वचि इति सूत्रं परिचितसूत्रमेव भ्रूधातोः वच् इति आदेशः अनन्तरं तत्र अस्माकं सम्प्रसारणकार्यं भूत्वा उच्यात् इति रूपम् अनन्तरं ऋकारान्तदातवः तत्र वयम् एकं एकमेव ह्रस्वऋकारान्तमेव दृष्टवन्तः तत्र प्रभेदद्वयमस्ति तत्र एकः प्रभेदः गतसप्ताहे दृष्टवन्तः एकं प्रभेदं तत्तु रिङ् शयङ् लिङ्षु इति सूत्रम् आसीत् ऋकारान्तधातूनां धात्वन्तऋकारस्य स्थाने रिङ् इति आदेशः भवति ऋ इति धातुः तत्र यात् इति प्रत्ययः ऋकारः अस्ति इति कृत्वा तत्र सार्वधातुकार्धधातुकयोः इत्यस्य गुणप्रसक्तिः भवितुम् अर्हति परन्तु तद् प्रबाद्य रिङ् शयङ् लिङ्षु इत्यनेन यक् प्रत्यये परे ष प्रत्यये यक् प्रत्यये परे तत्र रिङ् आदेशः अतः रिङ् आदेशः भूत्वा क्रियात् क्रियात् क्रियात् स्रियात् इति रूपं भवति असार्वधातुके शयङ् लिङ्षु इति तत्र अनुवृत्तिः भवति तदेव तत्र आसीत् इदानीं तत्र तस्य अपवादद्वयं रिङ् शयङ् लिङ्षु इत्यस्य अपवादद्वयं तस्मात् अद्य पठामः अरुणभगिनी आरम्भं करोति वा ऋधातुः संयोगात् ऋकारान्त दातवः नमस्ते ओके ऋधातुः संयोगादि ऋकारान्त दातवः च गुणो अर्थिसंयोगाद्योः इत्यनेन ऋकारसन्तधातोः आदौ संयोग अस्ति चेत् धातोः गुणन् आदेशो भवति शप्रत्यये परे यक् प्रत्यये परे लिङ् लकारस्य वकारे यकारादिप्रत्यये च परे सूत्रं वदति गुणो संयोगाद्योः सूत्रमन्त्रः अस्ति ऋकारान्तधातोः आदौ संयोग अक्षरमस्ति वक्तमस्ति चेत् अत्र गुण आदेशो भवति निमित्तमस्ति शप्रत्यय वा यक् प्रत्यय वा लिङ् लकारस्य याकारप्रत्यय परे इति सामान्यतया वयं जानीमः आसीत् लिङ्क् कृत्वा तिगुण न भवति परन्तु संयोगः अस्ति चेत् गुणः भवति सत्यम् अग्रे भगिनि यथा स्मृयोगः यात् स्मयोगः यात् स्मर्योगः यात् स्मर्यति स्मर्यत् स्मर्यत् स्मर्यत् स्मर्यात् अत्र ऋकारान्तदातवः यात् इति श्रीलिङ्गकारादिपत्तेः ततः गुणो अस्ति संयोगाद्यो इति सूत्रेण संयोगः अस्ति ततः ऋकारस्थाने गुणः भवति, स्मर् भवति, स्मर्योः यात् स्मर्यः इति रूपं निष्पन्नमिति, तदेव द्रु द्रुयोगः यात् द्वर्योगः यात् द्वर्यात् फृ यात् फृयुगयात् गुण फृयुगयात् फ्रयति फ्रयति सृ यात् स्वर् स्वयात् स्वर्यात् स्वर्यात् ते अत्र रूपद्वयमस्ति भगिनि, स्वर्यात् अस्वर्याते स्वर्यात् एकमेव तदनन्तरं रुधातु अपि तथा रुयोगः यात् योगः आ युगः यात् अर्योगः यात् अर्यात् तदेव दत्तमस्ति गुणो गुणः अर्ति अर्ति इति अर्थः रुदकारधातु एव तत्र स्वर्यात् इत्यत्र तत् आत्मनेपदी धातुः इति कृत्वा स्वर्ययोगः ते इति कृतवन्तः, तस्य स्वर्यात् इति रूपम् इति प्रायः प्रदर्शितवन्तः. ओके किमर्थमत्र किमर्थमस्ति इति द्रष्टव्यम्. आं पठतु भगिनि. गुणोरक्ति संयोगाय दाद्यो रुधातोः संयोगादि ऋकारान्तधातोः च अङ्गस्य गुण्यो भवति यके परे यकारादिलिङ् आदधातुकपदे परे च इति अर्ति इत्यनेन रु धातुः धातुनिर्देशापि कृतः इत्यस्य विशेषणं संयोगादिः, अतो हि रु धातोः आदौ संयोगः न सम्भवति. अर्तिश्च संयोगादिश्च तयोः वितरेतद्वन्द्वः, अर्तिसंयोगादौ तयोः अर्तिसंयोगाद्योः सर्वधातुके इत्यनेन आदधातुके तदन्तविधि अलोन्तस्तदादिविधिः इति तदयः प्रवर्तन्ते संयोगादिसंयोग आदि आदि यस्य सः बहुव्रीः गुणप्रथमान्तम् अर्तिसंयोगाद्योः षष्ट्यन्तं त्रिपदमिदं सूत्रं ऋङ्तः इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः अकृत् सर्वधातुका अर्धधातुकयोर्दीर्घः इत्मात् असर्वधातुके इत्यत् अनुवृत्तिः ऋङ् शयाङ्लिङ्गु इत्यस्मात् यङ्लिङ्गो इत्यस्य अनुवृत्तिः शा इति न अन्येते, यतोहि तदादौ संयोगादिरुदन्तधातुः नास्ति. अयं हि मिति इत्यस्मात् इ ययि अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितम् आर्तिसंयोगाद्यो ऋतः अङ्गस्य गुणः यकि वि लिङ् आदत् असाधात्तके असाधात्तके इति सूत्रम् असाधात्तके अद्य अर्धधातुक इति अर्थं भगिनि न सार्वधातुक न सार्वधातुके सत्यम् आम् सूत्रमस्ति याचते कृतादातु ऋतुधातोः पूर्वं संयोग आचरणमस्ति चेत् अङ्गस्य गुणः भवति निमित्तं यक्ति परे कारादि लिङ् आदपति परे. अत्र अस्ति सूत्रे अस्ति पदमस्ति ततः रुधातु निर्दिश्यमस्ति कृतः अत्र संयोगः नास्ति, परन्तु सूत्रे अस्ति इति कारणात् अत्र रुधातोः अपि आदौ संयोगः नास्ति नास्ति भवति नास्ति सरि तु गुणः भवति. सत्यं केवलं ऋकारस्य कृते अर्ति इति तत्र स्टिपा निर्दिष्टं विशेषणं संयोगाद्योः ऋतः ऋतः इत्यस्य एव विशेषणं संयोगादिः. किमर्थं ऋ इत्यस्य नास्ति इत्युक्ते ऋतः ऋ इत्यस्य धातोः आदौ संयोगः न सम्भवति इत्येव कारणम्. अतः केवलम् अर्ति इति एकं धातु अनन्तरं संयोगाद्यो एकः धातुः संयोगाद्योः ऋतः इति तत्र विशेषणविशेष्यभावः. अवगतं किल? सामान्यतया तत्र किं भवति स्म, इदानीं किं भवति ऋ धातोः कृते? ऋधातु एतत् सूत्रं नास्ति चेत् किं भवति? केवलं आकारः न आगच्छति, ऋ एव तिष्ठति भगिनि. न न, कार्यं किं भवति ऋ इत्यस्य? अत्र गुणः न भवति, गुणः न भवति, गुणस्य अपेक्षया रिङ्ग् भवति किल? रिङ्ग् रिङ्ग् रिङ्ग् क्षयं रिङ्ग्. सः तस्य अपवादः एतत्, केवलं ऋधातोः ऋधातुः एवं स्वीकृतवन्तः, अनन्तरं संयोगादि ऋकारान्तधातुः इति स्वीकृतवन्तः. इदानीं प्रायः तद् येन विधिस्तदन्तस्य स्पष्टं भवति. तत्र पूर्वं वयं दृष्टवन्तः किल, येन विधिस्तदन्तस्य तत्र ऋतः अङ्गस्य न केवलं ऋकारः इति अङ्गस्य, परन्तु तादृशम् अङ्गं यस्य अन्ते ऋकारः अस्ति इति. तत्र ऋ इत्यपि एकम् अङ्गं, तत्र रिङ्क्षयङ्लिङ्क्षु इत्यस्य प्रसक्तिः अस्ति, परन्तु तत् प्रबाद्य गुणोऽर्थिसंयोगाद्योः इत्यनेन तत्र गुणः भवति. सेवेन् फोर् ट्वेण्टि नैन् रिङ्क्षयङ्लिङ्क्षु इति सेवेन् फोर् ट्वेण्टि एय्ट् आम् अपवादः. मम चिन्तनं किं, किमर्थं सार्वधातुक अर्धधातुकयोः एव न स्वीकृतवन्तः? तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य सूत्रसङ्ख्या अस्ति चेत् तत्र भवति, तत्र अपि प्रत्येपरे एव तस्य कार्यं भवति इति कृत्वा तत्र न आवश्यकता नास्ति इति सर्वत्र. पुनः वदतु महोदय. गुणः भवति इति अस्ति, इदानीं यदा न भवति तदा एव तत्र लिङ्क्षु इति कार्यं भवति, अपि च तदस्ति गुणार्थसंयोगाद्योः इति कार्यं भवति. गुणः एव, गुणस्य विषये एव मम प्रश्नः. तत्र गुणार्थसंयोगाद्योः इति तत्र किमर्थं पृथक्तया एकं सूत्रं, यदा रिङ्क्षयङ्लिङ्क्षु समीचीनं तत्र रिङ् आदेशः आवश्यकः, यदा तद् नास्ति चेत् गुणः तु भवति स्म एव. तत्र यात् यात् इति प्रत्ययः खलु भगिनि, अर्धधातुकप्रत्ययः कितासिषि गुणनिषेधाभत, अतः पुनर्विधानं गुणोऽर्थसंयोगाद्योः पुनर्विधानं तद् सम्यक् भवति. पुनर्विधानं तत्र निषेधः भवति, अतः तस्य पुनर्विधानम् आवश्यकम् इति कृत्वा एकं सूत्रम्. समीचीनम्, अस्तु अग्रे सरामः. भगिनी भवती एव अत्र समापयतु, इतोपि धातुद्वयमस्ति वा, धातुः अनन्तरं किम् अस्ति महोदय? अत्र स्थिपा निर्दिष्टम् इत्युक्ते किं भगिनी महोदय? स्थिपानिर्दिष्टम् इत्युक्ते रु योगः स्टिप् स्टिप् इति इत्यनेन तत्र शकारस्य लोपः पकारस्य लोपः हलन्त्यं शकारस्य लोपः ति इत्येव अवशिष्यते अर्ति इति रूपं भवति ऋ योगः ति गुणः भूत्वा अर्ति इति भवति अर्ति अर्ति इति भवति पित् अस्ति किल स्टिप् इत्युक्ते पित् अतः गुणप्रसक्तिः भवति इक्स्तिपा धातुनिर्देशे इति वयं भुवादिगणे यदा पठितवन्तः तस्मिन् समये दृष्टवन्तः अत्र अस्मिन् करपत्रे अस्ति इक्स्तिपा धातुनिर्देशम् इति सूत्रं किं न अग्रे न आगच्छति पूर्वम् अभवत् पाग्रण दर्शि दर्शि पूर्वं पूर्वं यदा भुवादिगणस्य करपत्रे अस्ति तद् अहं स्मरामि बहुवारं वयं दृष्टवन्तः भगिनि पूर्वम् अस्ति आमां महोदय इदानीं ज्ञातवन्तः ज्ञातम् अस्तु ओ तद् अभवत् किल अरुणा भगिनी समीचीनं आम् अस्तु उषा भगिनी अग्रे जागृधातुः पठति वा परिचित जागृधातुः ओके जागृधातुः जाग्रो अविचिन् अविचिन् नल् ङित्सु इत्यनेन किति प्रत्यये परे अपि गुणः भवति जागृयोगः यात् जागर्योगः यात् जागर्यात् जाग्रो अविचिन् नल् ङित्सु जागृधातोः गुणः भवति वि छिन् नल् ङित् इत्येतेषां प्रत्ययाणां पर्युदासे वि इति प्रत्ययविशेषः छिन् इति लुङ्लकारस्य छिन् इति लुङ्लकारस्य नल् इति लिट्लकारस्य ङित् इत्यनेन इत् संज्ञक ङकारः यस्य वि ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति इदानीमपि भवति छिन् नल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति अन्यत्र सर्वत्र गुणः भवति एव अचोन्निति कितिङिति च इत्यनयोः अपवादः विश्च छिन् च नल् च ङिच्च तेषाम् इतरेतरद्वन्द्वः विछिन् नल् ङितः न विचिन्नल् ङितः अविच्छिन्नल् ङितः तेषु अविच्छिन्नल् ङित्सु जाग्रह षष्ट्यन्तम् अविच्छिन्नल् ङित्सु सप्तमीयन्तं मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जाग्रह गुणः अविच्छिन्नल् ङित्सु जागृधातोः गुणः जागृधातोः कृते गुणः भवति परः छिन् विच् वाट् इस् दट् प्रत्यय वि इति प्रत्यय छिन् इति प्रत्यय नल् इति प्रत्यय ङित् इति प्रत्ययः परः नास्ति चेत् गुणः भवति जाग्रह जागृधातोः कृते गुणः भवति जागृयोगः यात् इति कृते अत्र गुणः भवति यतोहि यात् इति प्रत्ययः वि प्रत्ययः नास्ति छिन् प्रत्ययः नास्ति नल् प्रत्ययः नास्ति ङित् इति किमर्थं नास्ति यासुट् प्रत्ययस्य यासुट् प्रत्ययोः वाट् इस् दट् सूत्र भगिनि वेर् यासुट् प्रत्यये वेर् यासुट् विधीयते उदात्तञ्च सो ङित्वं न अत्र आगच्छति वा देन् यासुट् कृते यासुट् किमर्थं न आगच्छति इति भवती एव वदतु किदाशिषि कित्वम् आरोपितं कित्वमारोपितम् इति चेत् ङित्वं नास्ति इति कृते वा यासुट् यासुट् परस्मैपदेषु उदात्तो ङिच् इत्यनेन यासुट् इति ङित् भवति परन्तु किदाशिषि इति ओवर् रैड्स् दाट् अस्तु भगिनि कित्वं तु आरोपितं यासुट् इत्यनेन परन्तु इदानीं तत्र कित्वम् आवश्यकम् अनेन एव गुणः भवति स्म अतः तत्र किदाशिषि इतोपि कित्वस्य प्रयोजनम् इतोपि एकम् एतदेव जागृ धातोः गुणः भवति अवगतं किल आं भगिनि गुणः भवति इति ऐ हेव् टु गो बेक् अण्ड् रीड् फर् द वन्स् वि से कित्वम् आरोपितं तस्य कृते ङित्वम् इति नास्ति इति अर्थं वा सत्यम् सत्यम् ओके आरोपणमेव किल एकं पूर्वं पठितवन्तस्य उपरि तत्र वचिस्वपिजादिनम् इत्यस्य इत्यस्मिन् किति या किति एकम् एतदेव अस्ति जागृति चिन्नविश्वते गुणः सर्वत्र कित् कित् अन्यदपि आसीत् कुत्र किं दृष्टवन्तः भवेत् अनन्तरं तद् वा किमपि संयोग इदानीमेव अहम् उक्तवती किल तत्र रूपद्वयम् आगच्छति तत्रापि कित्वम् आवश्यकम् आम् सत्यम् अतः सर्वत्र तत्र कित्वम् आवश्यकम् इति कृत्वा एव किदाशिषि इत्यनेन कित्वम् आरोपितवान् तत्र कम्पेरिसन् कदा कुर्मः इत्युक्ते तत्र आत्मनेपदी अपि पठामः चेत् तत्र कम्पेरिसन् कर्तुं शक्नुमः कथं भवति इति अनन्तरं कर्मणि अपि पठामः चेत् तत्र इतोपि तत्र यासुट् इत्यस्य यकाराधिपत्ये यक् सार्वधातुके यक् इत्यनेन यक् भवति चेदपि यक् किं भवति इति तत्र वयं भेदः कुत्र कुत्र कथं तत्र परिवर्तनम् इति सर्वं द्रष्टुं शक्यते समीचीनम् अस्तु अग्रे अपि पठतु भगिनि ऋकारान्त ओके ऐ वेण्ट् लुकिङ्ग् फर् किदाशिषि ओके एकनिमिषं भगिनि ऋकारान्तधातवः अनौष्ट्यपूर्व ऋकारान्तदातवः यस्य धातोः अन्तिमवर्णः दीर्घ ऋकारः अपि च तस्मात् प्राक् यः वर्णः सः ओष्ट्यवर्णः नास्ति नाम पवर्गीयः अथवा वकारः नास्ति स च धातुः ओष्ट्यपूर्व ऋकारान्तदातवः धातु ऋकारान्तदातुः यथा तृ जृ गृ कृ शृ इत्यादयः धातवः एतादृशाणां धातूनां कार्यम् एवं भवति तृयोगः यात् ऋत इद्धातोः इत्यनेन ऋदन्तधातोः अङ्गस्य ह्रस्व इकार आदेशः भवति तृ इति ति इति भवति ऋत इद्धातोः इत्यनेन इडा इट् भवति तका ऋकारस्य स्थाने इकारः भवति ति योगः यात् इति कृते उरण्ड्रपरः इत्यनेन ऋकारस्य स्थाने अण् आदिष्टः चेत् सः अण् सदा रपरः ति इति तिर् इति भवति तिर् योगः यात् यात् इति हकारान्त हलिच इत्यनेन रेपान्तधातूनाम् उपधायां स्थितः ऋवोरुपधाया दीर्घ हलि च इत्यनेन रेपान्तधातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः हलि परे तिर् योगः यात् इति नौ तीर् योगः यात् इति भवति, तीर्यात् इति भवति. तृ इति ऋ दीर्घ ऋकारान्तधातोः कृते ऋतयिद्धातोः इति सूत्रेण ऋकारस्य स्थाने इकारः भवति. अनन्तरं उरण्ड्रपरः वयं जानीमः, उरण्ड्रपरः इत्यनेन तिर् इति भवति. तिर् इति हलिच इत्यनेन तिर् इति रेप अथवा वकारान्त ऋवोरूपदायाः दीर्घैकः. ओके, ऋवोरूपदायाः दीर्घैकः हलिच इत्यनेन रेपान्तधातूनाम् उपदायां स्थितः इक् इक् वर्णः दीर्घः हलीपरे. अत्र रेपान्त धातु भवति तिर्. तिर् इति नौ उपदा इकारः भवति, तत् इकारः दीर्घः भवति हलीच इत्यनेन तिर् इति तीर् यात् इति भवति. सूत्रं पठामि वा भगिनि? आम् आम्. ऋत इद्धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकार आदेशः भवति, वयं पठितवन्तः. ओके, कितिङ् इति प्रत्यये परे एव इति बोध्यं, नो चेत् गुणः. कित् भिन्नप्रत्ययः परः चेत् गुण इति इकारान्तस्य प्रसक्तिः न भवति. येन विधिस्तदन्तस्य इत्यस्य साहाय्येन ऋतः अङ्गस्य ऋदन्तस्य इत्यस्यपि ग्रहणम्. अलोन्तस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकार आदेशः भवति. ऋतयिद्धातोः ऋदन्तस्य धातोः सूत्रः स्वयं सम्पूर्णं अनुदात अनुवृत्तिसहितसूत्रम् अत्र नास्ति. ऋदन्तधातोः अङ्गस्य ह्रस्व इकार आदेशः भवति. पित् परः अस्ति चेत् गुणः भवति इत्यनेन ऋतयिद्धातोः इति कितिङ् इति प्रत्यये परः एव इति भवति. देन् येन विधिस्तदन्तस्य ऋत इद्धातोः इत्यस्य साहाय्येन ऋतः इति नास्ति, ऋतः इत्येव नास्ति, ऋतः अपि तु ऋदन्तस्य अपि यस्य कृते ऋ दीर्घ ऋ इति अन्ते अस्ति अपि च ग्रहणम्. अलोन्तस्य इत्यस्य साहाय्येन पूर्णतया ऋ तृ इति कृते अन्तिम ऋकारस्य स्थाने एव भवति, न तु पूर्ण अङ्गस्य कृते. अङ्गस्य इत्यस्य अधिकारः उरण्ड्रपरः हलीच बियाल् नो आल्ट् एवमेव. केवलम् अनुवृत्ति धातोः ऋवोः धातोः उपधायाः इकः दीर्घः हलि. ऋवोः धातोः इति कृते रेपान्तानां वकारान्तानां च धातोः कृते इति भवति. तस्य धातोः उपधायाः उपधायाः इकः इकः इक् वर्णः अस्ति चेत् तस्य दीर्घः भवति. परः हल् वर्णः अस्ति चेत् इति हलिच इति सूत्रं वदति. तत्र अभ्यासम् एवमेव जृ योगः यात् जि योगः यात् इति भवति. अनन्तरम् उरण्ड्रपरः इत्यनेन जिर् योगः यात् इति भवति, हलिच इत्यनेन जीर् यात् भवति. घृ योगः एवमेव घीर् यात् इति भवति. कृ योगः खीर् यात्. प्रथमं ऋतयि धातोः, अनन्तरं उरण्ड्रपरः, अनन्तरं हलिच. खीर् यात् तृ दृ धीर् यात् शृ शीर् यात्. समीचीनम्. एतत्तु अनौष्ट्यपूर्वस्य तत्र भेदद्वयं ऋकारस्य धातोः कृते केवलम् अत्र इति न, सर्वत्र एतादृशं यदा वयं कर्मणि पश्यामः तत्रापि अस्य प्रसक्तिः अस्ति एव. तत्र यत्र इतोपि एकः प्रभेदः अस्ति किल, तदपि पठामः. धन्यवादः भगिनी. विद्या भगिनी. औष्ट्यपूर्वऋकारान्त अस्तु महोदय ओष्ठपूर्व ऋकारान्त धातवः यस्य धातोः अन्तिमवर्णः दीर्घऋकारः अपि च तस्मात् प्राक् यः वर्णः सः ओष्ठ्यपूवर्णः नाम पवर्गीयः अथवा वकारः स च धातुः ओष्ठ्यपूर्व ऋकारान्त धातुः यथा पृ वृ इत्यादयः धातवः एतादृशानां धातूनां कार्यम् एवं भवति प्रूयोगः यात् उदोष्टव्यपूर्वस्य इत्यनेन ओष्टव्यपूर्वस्य ऋकारान्त अङ्गस्य ऋकारस्य ह्रस्व उकार आदेशः भवति प्रू इति अस्ति चेत् तत्र पू एव अनन्तरं यात् योजनेन ऊरन्रपरः अस्ति यत्र अण् आदिष्टः चेत् अत्र सर्वदा अण् रपरः भवति अतः पुर् इति भवति पुर् योगः यात् हलिच इत्यनेन रेपान्तधातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति हलिच इति सूत्रेण अतः पूर् इति भवति पूर् योगः यात् पूर्यात् इति अन्तिमरूपं निष्पन्नम् अत्र उदोष्टपूर्वस्य इति सूत्रं पूर्णतया पठनीयं वा महोदय तत्र प्रथमवाक्यम् अनन्तरं तत्र अनुवृत्ति पठतु तदन्तस्यापि पठतु अस्तु ओष्टव्यपूर्वस्य ऋकारान्त अङ्गस्य ऋकारस्य ह्रस्व उकारः आदेशः भवति येन विधिः तदन्तसि इत्यस्मात् सहायेन तदन्तविधिः अतः तादृशम् अङ्गं यस्य अन्ते ऋकारः अस्ति न तु ऋकारः इति अङ्गम् अलोन्तस्य इत्यनेन अङ्ग अन्तस्य एव वर्णस्य स्थाने उ आदेशः भवति न तु अङ्गस्य पूर्णस्य ओष्टव्यम् तावदेव अनन्तरम् अनुवृत्तिसहितसूत्रम् ओष्टव्यपूर्वस्य ऋतः अङ्गस्य ऊत्तु भवति इति ओष्ट्यपूर्वस्य ऋकारान्त अङ्गस्य ऋकारस्य स्थाने ह्रस्व उकारः भवति इति तत् सूत्रं वदति उदोष्टव्यपूर्वस्य इति अग्रे एवमेव व्रूयोगः यात् अत्र उदोष्टव्यपूर्वस्य ह्रस्व उकारः आदिष्टः भवति उ योगः यात् इदानीं ऋत ऋकार उर् इति भवति उर् योगः यात् उरन्रपरः इत्यनेन रेप् उरन्रपरः इत्यनेन अन् सर्वदा रपरः भवति उर् इति ऊर् योगः यात् अनन्तरं हलिच इत्यनेन ऊर्यात् इति भवति तादृशमेव भ्रू योगः इति अन्तिमरूपं भूर्यात् इति भवति इति सामान्य अजन्तधातूनां परस्मैपदे आशीर्लिङ्गि पाठः समाप्तः अत्र किञ्चित् वक्तव्यं इतोपि अग्रे अस्ति अजन्तधातूनां कृते समाप्तं तावदेव उदोष्ट्यपूर्वस्य इत्यनेन ऋकारान्ताङ्गस्य ऋकारस्य ह्रस्व उकारादेशः प्रथमं कार्यं तत्र उ इति भवति अनन्तरम् अण् तु सर्वदा रपरः अतः उर् इति भवति अनन्तरम् अलीच इत्यनेन रेपान्तधातूनां दीर्घः ऊर्यात् इति भवति भूर्यात् ऊर्यात् इति रूपाणि सामान्य अजन्तधातूनां कृते समाप्तम् अग्रे हलन्तदातवः अस्मिन्नेव पाठे तत्र तदपि अस्ति तत् पश्यामः एतावत् स्पष्टमस्ति वा सामान्यसूत्राणि एव अत्र नूतनसूत्रम् इति किमपि नास्ति एर्लिङ्गि तद् यद् आकारान्तधातुविषये वयं यद् दृष्टवन्तः तत्र एव सूत्रद्वयं नूतनम् आसीत् अन्यत् सर्वं तु अन्यत्रापि कार्यं करोति केवलम् अत्र आशीर्लिङ्गि इति न उदोष्ट्यपूर्वस्य एतद् किम् इदानीम् एकं सूत्रं दृष्टवन्तः किल ऋतयुद्धातुः फली च सर्वम् अन्यत्रापि तस्य कार्याणि भवन्ति एव इदानीं हलन्तदातवः पठामः धन्यवादः भगिनी महोदय इदानीं भवान् सः अस्ति वा सिद्धा श्रूयते वा आं श्रूयते हलन्तदातः भीभागः हलन्तदन्तवः परस्मैपदे आशीर्लिङ्गः किद् आशिषि इत्यनेन कित्वं भवति कित्वात् निति च इत्यनेन गुणनिषेधः गुणनिषेधं विहाय अन्यत् किमपि कार्यं नास्ति यथा पटयोगयात् पठ्यात् लिख्यात् नन्द्यात् इति रूपाणि किमपि कार्यं नास्ति अत्र अग्रे धात्वादेशाः धात्वादेशो यत्र प्रसक्तः तत्र सदा स्मर्तव्यं कर्तव्यञ्च कर्तव्यश्च सर्वेषु आर्धात्मकप्रत्ययेषु परेषु एते धात्वादेशाः अवश्यं भवन्ति अस्योगै यात् अस्तेर्भू इत्यनेन तत्र भू आदेशः भवति भूयात् इति चष्योगयात् चक्षिणखाय् इति इत्यनेन ख्याय् आदेशः ख्यायात् अजियोगयात् अजेर् अजेः वि अघै अपोः इत्यनेन तत्र वि आदेशः भवति अजधातोः वियात् इति तथैव हन् धातोः आशीर्वप्रत्यये पर वध आदेशः हन् योगयात् अत्र वधयोग वधयोगयात् तत्र अकारस्य लोपः भवति किमस्ति अत्र अतो लोपः वा अतो लोपः सत्यं इत्यनेन वध्यात् इति भवति इति सामान्य हलद्धातूनां परस्मैपदे आशीर्लिङ्गिपाठः समाप्तः अत्र किमपि कार्यं नास्ति इति अस्ति तत्र धात्वादेशः यत्र यत्र भवति तत् करणीयमस्ति अस्तेर्भुः चक्षिङ्काय् अजेर् अजेर्वेघयापो गयपोः इति त्रीणि सूत्राणि सन्ति तत्र भवति अन्यत्र अन्यत् किमपि नास्ति अपि च किन्तु गतपाठे गुणः न भवति सत्यम् हन् धातुः विषये गतपाठे एव दृष्टवन्तः हनो वधो लिखि तत्रापि वद्येव आदेशः वध्यात् इति रूपं समीचीनम् अग्रे अपि महोदय सम्प्रसारणी दातवः सम्प्रसारणी दातवः किदाशिषि इत्यनेन आशीर्लिङ्गकारस्य परस्मैपदेषु सर्वे तिङ्प्रत्ययः कितः अतः वचिस्वपेजादीनां किति अपि च गृहिज्या वै वदि वष्टि विचति वृच्छति पृच्छति भिजतीनां लिति च इति सूत्राभ्यां सम्प्रसारणं भवति आहत्य द्वाभ्यां सूत्राभ्यां नवदशानां धातूनां सम्प्रसारणं प्रथमे सूत्रे एकादशधातवः उक्ताः द्वितीये च नवधातवः उक्ताः परन्तु वेञ् धातुः वै धातुः च वस्तुतः एक एव समानः अतः मिलित्वा नवदश न तु विंशतिधातवः अस्तु तत्र वेञ् इति अस्तु तत्र वचिस्वपि यजादिनम् अत्र वेञ् इति अस्ति अपि च अत्र वै इति अस्ति तत्र खलु तत्र ज्या वै इति अत्र वै इति अस्ति अस्तु वचिस्वपि यजादीनां किति इति वयं जानीमः वचुस्वप् यज् वप् वह् वस् वद् वेङ् वेङ् श्वि अपि च वेङ् इत्येतस्य धातूनां सम्प्रसारणं भवति किति प्रत्यये परे एव तत् किति प्रत्यये परे एकनिमिषं किति प्रत्यये परे अनुवृत्तिसूत्रमस्ति सूत्रमस्ति वचिस्वतेजादीनां सम्प्रसारणं किति इति कीदाशिषि इत्यनेन कित् अस्ति इति कृत्वा तस्य प्रसक्तिः अस्ति अत्र ग्रहिज्या वै वदि वष्टि विचति पृच्छति वृच्छति पृच्छति वृजतीनां निति च इति अत्रापि सम्प्रसारणं भवति कित् नित् प्रत्यये परे इति अस्ति वयं जानीमः इग्गणसम्प्रसारणं जानीमः तत्र यनः स्थाने तत्र इक् सम्प्रसारणम् इति सम्प्रसारणाच्च इति सम्प्रसारणाच्च अचि पूर्वपरयोः एकपूर्वसंहितायाम् इति वयं जानीमः तत्र सम्प्रसारणद्वयं वर्णद्वयमस्ति चेत् नप् सम्प्रसारणे सम्प्रसारण इत्यनेन पूर्वस्थितस्य सम्प्रसारणं भवति इति सूत्र इति एतानि सूत्राणि स्मर्तव्यानि अस्माकं सत्यं अभ्यासः कृतम् आम् आम् तत्र कति दातवः सन्ति वा अत्र हा आम् आं सत्यं वा विंशति अपि अस्ति वा इति अहं पश्यामि त्रयोदश अस्ति किल अस्तु महोदय भवान् प्रायः त्रयं वा चतुष्टयं करोतु अन्ये अपि अस्तु ग्रहियोगयात् अस्ति तत्र ग्रहिज्या इत्यनेन तत्र सूत्रेण सम्प्रसारणं भवति तत्र ग्रहिज्या इति कित् नित् प्रत्यये परे भवति इति कृत्वा तत्र कित् अस्ति अतः गृ तत्र सप्तणाक्षैत्यनेन तत्र अकारस्य पूर्वपरिवस्थाने ऋकार अकारव्यवस्थाने ऋकार एव अतः गृह्यात् इति भवति. व्रश्च व्रश्च इति अस्ति अत्रापि व्रश्च इति अस्ति खलु तत्रापि तत्र वृ वृश्च एकनिमिष सकारः अस्ति सकारस्य लोपः भवति न भवति तत्र न भवति वृश्च्यात् वृश्च्यात् एव खलु तत्र सकारस्य लोपः केन सूत्र न भवति तत्र सकारस्य लोपः सकारस्य लोपः तत्र स्को न कार्यं न करोति यकार जल् नास्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च जल् नास्ति इति कृत्वा पृच्छ्यात् अग्रे तथैव तत्र पृच्छ योगयात् अपि पृच्छ्यात् इति भवति इति अस्ति. अग्रे ब्रज् इति अस्ति अत्रापि एकनिमिषः पृच्छ्यात् इति अस्ति अस्तु ब्रश्च तत्र कार्यं भवति. हा आं सत्यं तत्र ब्रश्च ब्र तत्र सम्प्रसारणं भवति सम्प्रसारणचैतन्य भृ सृज् यात् इत्यस्ति तत्र सकारजकार अस्ति खलु तत्र सकारजकार अस्ति इति कृत्वा तत्र स्तुत्वं भवति स्तुत्वं भवति वा स्तुत्वम् आम् स्तुत्वं तत्र षकारः ब्रश्च तत्र अनन्तरं तत्र षकारः क्षम्यतां षकारजकार सकारस्य षकारः भवति खलु षकार अनन्तरं तत्र जलां जश् जलां जश् जशि एकविषि जषि वा जां सत्यं बृज्यात् इति भवति जलां जषि इत्यस्य कार्यं समीचीनं बृज्यात् इति रूपं भवति केवलं तत्र एव वदतु भगिनि ब्रस्याच् ब्रश्च योगः यात् योगयात् अत्र सम्प्रसारणं भृ इति भ्र भृ इति अनन्तरं सकारजकार अस्ति स्तोस्तु नास्तु इत्यनेन चुत्वं तत्र सकारस्य षकारः अनन्तरं जस्त्वं भवति एतद् वयं धातुपाठे हल्सन्धिः वा किमपि एकमासीत् किल तत्र वयं कृतवन्तः किल यदा वयं तत्र यदा यङ्ग् लुक् धातुः अस्ति चेत् इति वा तद् बहुवारं कृतवन्तः परन्तु तत्र वयं एतत् स्वीकृत्य कृतवन्तः तदेव अग्रिमपाठः तदेव यङ्ग् यङ्ग् अन्तदातवः यङ्ग् लुक् इति अस्तु समीचीनं महोदय धन्यवादः. अरुणा भगिनी यद् योगः यात् यद् योगः यात् वकार सम्प्रसारणं भूत्वा यु भवति भगिनि वकारस्य भवति वा यकारस्य सम्प्रसारणं यकारस्थाने इकार आगच्छति विद् योगः यात् विद्यात् भवति सूत्राणि अस्ति सम्प्रसारणम् इगन्यसम्प्रसारणं न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण पूर्वस्थितसम्प्रसारणं न भवति तदेव वयं अकार एव कृतं विद्यत् विद्यत् विद्यात् भवति यत् अत्रापि यकारस्थाने एव सम्प्रसारणं भूत्वा वि विच् युभयात् विच्यात् वच् युभः यात् अत्र वकार सम्प्रसारण आगच्छति उच् यात् उच्यात् समीचीनं स्वप् अपि करोतु भगिनि स्वप् अत्रापि वकारस्थाने उकार कारस्य उकारः उकार अकारयोः तत्र सम्प्रसारणात् चेत् इति पूर्वरूपः आदेशः सुप्यात् इति रूपं. समीचीनं, सम्यक्, धन्यवादः भगिनि. उषा भगिनी करोतु यज् योगः यात्. अस्तु भगिनि, यज् योगः यात्. यकारस्य स्थाने इकार आदेशः भवति, अन्देन् सम्प्रसारणाच्च इत्यनेन अकारः पूर्वपरयोः एकः एव वर्णः इत्यनेन इकाराकारस्थाने इ एव अवशिष्यते. इज् यात् इज् जकारः किति इति अत्र सो जलीपदान्ते सूत्रम् अस्ति वा भगिनि? व्रश्च ब्रश्च सृज मृज यज यज यज राज ब्राज चष एण्डिङ्ग् इष्यात् इष्यात् सूत्रस्य निमित्तं किम् इति वदतु भगिनि. सूत्रे तु यज् अस्ति परन्तु सूत्रे यज् अस्ति. दिस् इस् 8-36 त्रिपादि पदान्ते जली अर्पदान्ते जल् जल् जल् नास्ति, जल् नास्ति, जल् नास्ति. सो इज्यात् एव अस्ति. केन सूत्रेण तत्र सम्प्रसारणं भवति भगिनि? वचि स्वपि यजादीनां किति यज् इत्यनेन भवति. अग्रिमं किं वप् वप् योगः यात्. वप् इति नाट् गृहीज्य वचि स्वपि यजादीनां किति इत्यनेन वप् इति अस्ति अत्र उल्लेखः अस्ति. वचि स्वपि यजादीनां किति वकारस्य स्थाने उकार आदेशः सम्प्रसारणाच्च इत्यनेन उकारः एव अवशिष्यते. उप् यात् उप्यात् उप्यात् इति भवति. वह् योगः यात् वह् वह् अपि वचि स्वपि यजादीनां किति इति उल्लेख इत्यनेन सम्प्रसारणं भवति. वकारस्य स्थाने उकारः सम्प्रसारणाच्च इत्यनेन पूर्वस्थ एकः पूर्व एव तिष्ठति अवशिष्यते. सो वह् इत्यस्य कृते उह् यात् उह्यात् आं उह्यात् एव भवति. समीचीनं, तद् समापयतु अनन्तरं. वद् वद् योगः यात् वद् अपि वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणं भवति. वद् उद् उद्यात् उद्यात् वश् योगः यात् अपि द सेम् सूत्र वश् ग्रहीज्या वयि व्यति वष्टि. ओके वष्टि ओ देर् इट्स् आल् इक्ष्टिपो इक्ष्टिपो धातु निर्देशः. ओके सो वश् वश् योगः यात् उष्यात् इति भवति. सम्प्रसारणं कृत्वा शुचित्वं तदा जष्ट्वं फर् ब्रश्च ब्रश्च ब्रश्च तत्र स्टार् भवेत्. समीचीनं, अत्र अतः सूत्रद्वयम् अनेन सम्प्रसारणं भवति. ग्रहीज्या इति एकं सूत्रं, वचिस्वपि यजादीनां किति इति सूत्रद्वयम् अनेन एव अत्र सम्प्रसारणं भवति. समीचीनं, धन्यवादः भगिनि. विजया भगिनि, अग्रे इतोपि एकं सूत्रम् अस्ति. गस् इत्येषां धातूनाम् इन् प्रत्यहारस्थवर्णस्य वर्ण उत्तरस्य कवर्गीय वर्ण उत्तरस्य च सकारस्य षत्वादेशः भवति. सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्ययोः इत्यनेन षत्वं न सम्भवति. तस्माच्च अस्य सूत्रस्य आवश्यकता. शाशिश्च वशिश्च गशिश्च तेषाम् इतरेतरद्वन्द्वः शाशि वसि गसय्यः गसयः तेषां शासि वसि गसीनां साशि वसि गसीनां षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं सहे साडक् स इत्यस्मात् सह इत्यस्य अनुवृत्तिः अपदान्तस्य मूर्धन्यः इत्यस्मात् मूर्धन्यः इत्यस्य अनुवृत्तिः तयोर्वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अनुवृत्तिः इन्कोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सासि वसि गसीनां च इन्कोः सह मूर्धन्यः संहितायाम् अत्र पूर्वमेव वयं दृष्टवन्तः आदेशप्रत्ययोः इत्यनेन एव इन्कोः इत्यनेन मूर्धन्यशकारः भवति इति परन्तु अत्र शासि वसि गसीनां च इत्यनेन सकारस्य स्थाने मूर्धन्यशकारः भवति इति अत्र सारांशः एतदेव खलु महोदय सत्यं तत्र किमर्थं न भवति इत्यपि द्वितीयवाक्ये उक्तं सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति बस् गस् इति आदेशसकारः अपि नास्ति प्रत्ययस्य अवयवसकारः अपि नास्ति धातोः एव तत्र सकारः अस्ति अतः तत्र सूत्रस्य आवश्यकता तद् अतः एव आदेशप्रत्ययोगोत्यनेन न भवति शासि वसि गसौ नाश्च इति सूत्रेण भवति अग्रे पठामि वा आम् आम् वस् योगः यात् वचिस्त्वपि यजादीनां खिति इति सूत्रेण तत्रपि तत्रापि सम्प्रसारणं भूत्वा वकारस्य स्थाने उस् भवति उस् योगः यात् शासि वसि गसीनां च इति सूत्रेण अत्र तत्र सकारस्य स्थाने मूर्धन्यशकारः आगत्य उष्यात् इति अन्तिमरूपं भवति समीचीनं तत्र इन्कोः वर्णः अस्ति वा पूर्वं सकारस्य पूर्वं सकारस्य पूर्वम् इन्कोः इति नास्ति भगिनि उकारः कुत्र कुत्र पृच्छति उस् इति अस्ति किल इन्कोः इकारः प्रत्यारस्थवर्णः उत्तरस्य सकारस्य अतः इण् अस्ति वा उकारः आमाम् इऊरु इऊरु अस्ति एव इन्कोः इति का वर्गः एव अने अस्य सूत्रस्य प्रसक्तिः तावदेव इण् सकारः सकारस्य पूर्वम् इण् प्रत्याहारस्थवर्णः दन्त्यसकारस्य स्थाने मूर्धनेशकारः आगच्छति समीचीनम् अग्रिमं सूत्रमपि पठतु भगिनि हलः इदानीं सम्प्रसारणि धातुषु अजन्तदातवः हलः अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तद् अन्तस्य अङ्गस्य दीर्घः भवति यः हल् वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गस्य सम्प्रसारणं तस्य दीर्घत्वं भवति हलः इति सूत्रेण हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् येन विधि तदन्तसि इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति अचश्च अलोन्तस्य इत्यस्मात् तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घः आदेशः भवति सम्प्रसारणस्य इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः ऋलोपपूर्वस्य दीर्घोणः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अलग सम्प्रसारणस्य अङ्गस्य दीर्घः अलगसूत्रमेव परिचितसूत्रमेव अङ्ग अवयववात् अवयवात् अलग यत् उत्तरं सम्प्रसारणं भवति अत्र अङ्गस्य अन्तिमवर्णस्य एव दीर्घः भवति येन विधि तदन्तस्य इत्यस्मात् अपि तादृशम् अङ्ग यस्य अन्ते भवति तत्र एव सम्प्रसारणसंज्ञकः वर्णः अस्ति अनन्तरम् अचश्च अलोन्तस्य इत्यस्मात् सूत्रेण अङ्गस्य अन्तिमवर्णस्य एव अचः दीर्घः भवति इति तत्र दत्तम् एतदेव अनुवृत्तिसहितसूत्रमपि तत्र विवरणम् अस्ति अलगसम्प्रसारणस्य अङ्गस्य एव दीर्घः भवति इति अकृत्सार्वधातुकयोर्दीर्घः एतत् इदानीमेव दृष्टवन्तः अजन्त अङ्गानाम् अजन्त अङ्गस्य दीर्घ आदेशः भवति यकारादिप्रत्यये परे किन्तु स च प्रत्ययः कृत्संज्ञकः अथवा सार्वधातुकं चेत् न भवति. अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य दीर्घः इ अकृत् सार्वधातुकयोः. उदाहरणम् अत्र ज्या योगः यात् इति अस्ति. अत्र इकारः भूत्वा ऋतोयुत् धातोः न ज्या इति अत्र किम् अस्ति अत्र आम् आम् अत्र सम्प्रसारणं यकारस्य स्थाने इकारः भूत्वा जि इति भवति. अनन्तरम् अत्र अत्र ज्या इति अस्ति जि योगः आ योगः यात् इति जि योगः यात्. इदानीं हलः इत्यनेन ह्रस्व इकारस्य स्थाने दीर्घ ईकारः भूत्वा जि योगः यात् इति. अकृत् सार्वधातुकयोर्दीर्घः इत्यनेन जि योगः यात् दीर्घ ईकारः भवति. ह्रस्वस्य स्थाने दीर्घः भूत्वा जि योगः यात् जि यात् इति भवति. तादृशमेव किमपि अकृत् सार्वधातुकयोर्दीर्घः इत्यनेन किमपि नूतनकार्यं नास्ति, परन्तु तद्वृष्टिः सर्वत्र पतति इति न्यायेन तस्य कार्यं तावदेव जियात् एव फलः एव कार्यं पर्जन्यव. समीचीनम्. अग्रिमं करोतु. श्वी योगः तादृशमेव ह्रस्व इकारस्य स्थाने स्वी योगः यात्. इदानीम् अलः इत्यनेन दीर्घः भूत्वा स्वी इति भवति. अनन्तरम् अकृत् सार्वधातुकयोर्दीर्घः सम्प्रसारणं भूत्वा अत्र उकारः भवति. वकारस्य स्थाने उकारः अत्र स्वी स्वू किं भवति महोदय अत्र स्वी वकारस्य स्थाने उकारः भूत्वा उकारः षकारः उकारः इकारः यात् तत्र उकार इकारयोः स्थाने पूर्वरूपम् एकादेशः तत्र तु नास्ति किल तत्र अस्ति वा ग्रहीजा वकारः न भवति वा वकारस्य सम्प्रसारण सम्प्रसारिणी न दातु नास्ति श्री अत्र नास्ति महोदय गृहीजा वै तत्र नास्ति खलु स्वीयात् एव स्वी दीर्घं भूत्वा अलग इति इत्यनेन दीर्घं भवति. अनन्तरम् अकुर् सार्वधातुकयोः इत्यनेन अपि दीर्घः भवति. स्वी योगः यात् स्वीयात् इति एव अन्तिमरूपम् अलग प्रसक्तिः सम्प्रसारणम् अस्ति चेत् एव भवति खलु किल अङ्ग आम् तत्र सम्प्रसारणं भवति एव हलः, परन्तु तत्र शीर्षकमेव सम्प्रसारणदातुषु अजन्तदातवः अतः तत्र भवेत्. कुत्र अस्ति महोदय श्वी? श्वी तु अस्ति किल वचिस्वपि अस्ति अन्तिमधातुः अन्ति उपान्त श्वी श्वी अस्तु. आं भगिनि आं भगिनि वचिस्वपि यजादीनां कृते उल्लेखः भवति अन्तिमधातुः व्येञ्ज् पूर्वं उपान्तिम् आम् आं भगिनि. इदानीं करोतु सम्प्रसारण हलः इत्यस्य प्रसक्तिः अथवा न भवति. हलः प्रसक्तिः सम्प्रसारणी धातूनां कृते एव सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घः. आं भगिनि करोतु वचिस्वपि यजादीनां इत्यनेन अत्र सम्प्रसारणं भवति. अतः सम्प्रसारणं भवति चेत् वकारस्य स्थाने उकारः भवति. अनन्तरं तत्र रस इकारः पुगन्तलघुपदस्य च इत्यनेन कार्यं किमपि भवति वा पूर्वरूप एकादेशः सम्प्रसारणाच्च इति सूत्र इत्यनेन पूर्वरूपम् एकादेशः भवति. अतः यात् अनन्तरं तावदेव खलु महोदय. एतत् कार्यं तत्र दीर्घमेव भवति. स्वीयात् स्फूयात् श्रूयात् श्रूयान् शकारः उकारः वकारस्य स्थाने उकारः शकारः उकारः इकारः यात् प्रत्ययः उकार इकारयोः स्थाने उकारः पूर्वरूपम् एकादेशः शकारः उकारः शु यात् अनन्तरम् इदानीं हलः इत्यनेन तत्र दीर्घः भवति शू यात् क्रमेण कुर्मः चेत् सर्वत्र सम्यक् आगच्छति सुदीर्घं भवति सत्यं तत्र हलः यद् उत्तरं सम्प्रसारणं हलः इति शकारः उत्तरं सम्प्रसारणम् उकारः शूयात् तदेव अतः तस्यैव दीर्घः भवति शूयात् इति रूपं समीचीनं वा समीचीनं महोदय शूयात् इति भवति सत्यं धन्यवादः भगिनि महोदय अग्रिमम् एजन्तधातूनाम् आत्वम् एजन्तधातूनाम् आत्वम् आदेश उपदेशेषिति उपदेशे एजन्तधातोः आत्वं न तु शिति इति अस्ति एचः धातोः आत् उपदेशे अशिति इति वेय् योगया तत्र वे इति वे योगया क्षम्यताम् अत्र वे योगयात् खलु अत्र तत्र व्या इति भवति अत्र आत्वं भवति व्यायोगयात् इदानीं तत्र वचिस्वप्यजादीनाम् इत्यनेन तत्र सम्प्रसारणं भवति यकारस्य इकारः भवति वि अत्र सम्प्रसारणाच्च इत्यनेन तत्र वि योगयात् इदानीं तत्र वकारः अस्ति हलः इति हल् हलोत्तरस्य तत्र अन्ते सम्प्रसारणम् अस्ति अतः वि यात् अनन्तरं तत्र अकृशादीर्घ इत्यनेन पुनः तथैव सम्यक् रूपं प्राप्नोति अत्र वि यात् इति तथैव तत्र अग्रे वे योगयात् इति अस्ति तत्र वा योगयात् अनन्तरं तत्र वकारस्य उकारः भवति सप्तसाणाच्च इत्यनेन तत्र उ इति अस्ति उ योगयात् इति अस्ति इदानीं तत्र अकृत्सादिकदीर्घ इत्यनेन उ यात् इति भवति सत्यं फलः इत्यस्य कार्यं नास्ति अत्र सत्यम् वे इति अस्ति अत्र हलः इत्यस्य कार्यं भवेत् इति अत्र उयोग वकारस्य उकारः अनन्तरं तत्र पूर्वरूपसन्धिः हूयोगयात् अनन्तरं हलः इति हकारात् परम् अस्ति अन्ते अस्ति सप्तसारणवर्णः अतः हूयात् इति भवति तर्हि वियात् हूयात् समीचीनं एजन्तधातूनाम् आत्वम् इति समीचीनम् अस्तु अग्रे सरामः एतावत् स्पष्टमेव अस्ति किल आं भगिनि अरुणा भगिनि अनिदितदातवः अनिदितः दातवः अनिदितां हल उपदायाः क्निति इत्यनेन अनिदितां हलन्तानां धातूनाम् उपदायां स्थितस्य नकारस्य लोपो भवति किति निति प्रत्ययपदे किदाशिषि इत्यनेन आशीर्लिङ् लकारस्य परस्मैपदेषु सर्वे लिङ् प्रत्ययः कित् अतः अनिदितां धातूनाम् उपदा स्थितस्य नकारस्य लोपो भवति पूर्वम् एतद् अनिदितां धातूनाम् अस्ति अत्र अञ्ज् क्रुञ्ज् क्रुञ्ज् इत्यादि अत्र नकारलोपो भवति निमित्तमस्ति अनितं हल् उपदायां कित् प्रत्यय नित् प्रत्ययपदे एव नकारलोपो भवति अनिदितां हल उपदायः किमिति येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपधायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति निति प्रत्यये परे. इत् इत् इत् अस्ति येषां ते इदितः न इदितः अन्यतः बहुव्रीहि कल्प नयि तत्पुरुषसमासः तेषाम् अनुदितां कुच् च तयोः इतरेतरद्वन्द्वः क्यों क्यों इतौ यश्च सः किनित् द्वन्द्वगर्भ बहुव्रीसमासः तस्मिन् किनिति अनुदितां षष्ट्यन्त्यं हलः षष्ट्यन्त्यम् उपधायां षष्ट्यन्त्यं किनितिः इति सप्तम्यन्तम् अनेकाद्धमितं सूत्रं सन्नलोपः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितु अन्दितां हलः अङ्गस्य उपधायाः न लोपः भवति किन्ति इति सूत्रं वदति धातु इकार अन्ते अस्ति परन्तु इति संज्ञा नास्ति चेत् हल् वर्णस्य उपधायां नकारलोपो भवति निमित्तमस्ति कृतिङ्गिति प्रत्यये परे. समीचीनं. तत्र ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषां हलन्तधातूना पदायां स्थित नकारस्य लोपः भवति कितिङिति प्रत्यये परे. भगिनी तत्र प्रथमं धातुः किञ्चित् स्वीकृत्य वदतु. अञ्च् इति धातुः. अञ्च् धातुः अत्र अञ्च् योगः यात् इति स्वीकरोतु. अञ्च् योगः यात् किं तं नकारपूज अञ्चते एव भगिनि अनुदितां हलन्तधातुः अस्ति. हलन्तधातुः अनुदिताम् अस्ति अतः नकारलोपः भवति वा अच्छात् नकारलोप इञ्च नकारलोपः भवति. अतः अच्यात् इति भवति. समीचीनं. तादृशमेव सर्वाणि रूपाणि. तत्र शंस् इति अस्ति तत्र तत्रापि तद् अनुस्वारस्य लोपः भवति. न मूले नकारः आसीत् अश्चापदान्तस्य जलि इत्यनेन अनुस्वारः जातः अतः तत्रापि नकारलोपः भूत्वा शस् स्यात्. दंश् इति करोतु भगिनि. थर्ड् कालम् लास्ट् जातु. अत्रापि अनुदितां अनुबुद्धाय किनिति सूत्रेण मकार लोपो भवति तुष्यात् भवति दश्युः. भगिनि अत्र वञ्च धातु अस्ति सम्प्रसारणमपि भवति भगिनि तत्र अस्माकं वचिस्वपि अजादीनाम् इत्यत्र वञ्च् नास्ति. ग्रहीज इत्यत्र वञ्च् अस्ति वास्ति न सम्प्रसारिणी धातुः नास्ति भगिनि. सम्यक्. समीचीनं. तदेव अनिदित् धातुः अस्ति उपधायां स्थितस्य नकारस्य लोपः भवति किति. अस्माकं विवक्षा तु किति प्रत्ययः. किति प्रत्यये परे लोपः भवति. समीचीनं वा? धन्यवादः. उषा भगिनी अग्रे. आं भगिनि. ध्येयं यत् इदितां धातूनां तस्मात् पूर्वं किं लोपः अवशिष्टम्. परस्मैपदे आशीर्लिङ्ग् ओ दट् वि हेवन् डन् ओके परस्मैपदे आशीर्लिङ्गि उपदास्थितस्य नकारलोपः भवति यथा स्कन्द् योगः यात् स्कन्द् इति इत् इति नास्ति स्कन्द् धातोः कृते सो तस्य कृते उपदा नकारः अस्ति तत् अनिदितां हल उपदायाः किङ् इति इत्यनेन अनित् धातवः कृते उपदा नकारस्य लोपः भवति इति सूत्रं वदति स्कन्द् इति स्कद् भवति स्कद् अत्र यात् इति आशीर्लिङ्ग् विषये यात् इति कित् प्रत्ययः परः अस्ति स्कद् योगः यात् स्कद्यात् इति भवति एवमेव सर्वेषाम् अनिदितां हलन्तानाम् आशीर्लिङ्गि तिङ्गन्धरूपाणि तिङ्गन्धरूपाणि वक्तव्यानि आशीर्लिङ्गि ओके स्कद्यात् स्कद्यास्तां स्कद्यासुः याः स्कद्यास्तं स्कद्यास्त स्कद्यासं स्कद्यास्व स्कद्यास्म इति भवति तावदेव तावदेव सम्यक् अग्रे भगिनि एवमेव तदा भवति किल अग्रे देयं अस्तु भगिनि एवमेव सर्वेषाम् अनिदितां हलन्तानाम् आशीर्लिङ्गि तिङ्गन्धरूपाणि वक्तव्यम् ओके धेयं यत् इदितां धातूनां न लोपः न भवति इदानीं वयं दृष्टवन्तः अनिदितां धातु इदानीम् इदितां धातु यस्य कृते इत् इति इत् वर्णः अस्ति यदा वदि इति इदित् धातुः इदितो नुम् धातोः इत्यनेन नुम् आगमः भवति वन्द् वन्द् वदि इति वन्द् इति भवति वन्द् इति धातुः अस्य नकारलोपः न भवति यस्य कृते इत् इति इत् वर्णः अस्ति तस्य कृते नकारलोपः भवति परन्तु यस्य कृते इत् इति इत् वर्णः अस्ति तस्य कृते नकारः अस्माभिः आनीतः वदि इति वन्द् इति भवति वन्द् वन्द् भवति नश्च पदान्तस्य जलि वदि इति वद् भवति वद् इति वन्द् भवति इदितोनुम् धातोः इत्यनेन नकारस्य स्थाने अनुस्वारः भवति नश्च पदान्तस्य जलि इत्यनेन अनुस्वारस्य यै परसवर्णः इत्यनेन अनन्तरं वन्द् इति भवति ओ दट्स् वाट् इट्स् गिवन् ओके लाच् एवमेव लाचि इति कृते लाच् इति भवति लाच् इति लाञ्च् इति भवति नकार इदितोनुम् धातोः इत्यनेन लाञ्च् भवति देन् नश्चापदान्तस्य जलि इत्यनेन नकारस्य स्थाने अनुस्वारः लाञ्च् भवति अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन चकारस्य पञ्चमवर्णः लाञ्च् भवति कपि योगः एवमेव कम्प् भवति लबि इति लम्ब् भवति समीचीनम् इदितोनुम् धातुः तु वयं जानीमः एव आगमः भवति धन्यवादः भगिनि सम्यक् विजया भगिनी तद् यदि वदि धातोः तद् तद् पठतु भगिनी अनन्तरं समापयामः विजया भगिनी अस्ति वा आम् आम् महोदय यदि वदि धातोः धातौ नकारादेशः भवति एव तर्हि किमर्थं बन्द् मूलधातुः न स्यात् तदेव यदि लभि मकारः आयाति एव तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात् इदित् चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यामपि दशायां न भवति किन्तु साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः किति ङिति च भवति अनिदितं हल उपादायाः ङिति इत्यनेन यः धातुः इदित् नास्ति तस्य धातोः उपादायं स्थितस्य नकारस्य लोपः भवति किति ङिति परे यथा बन्द् धातोः नकारस्य नकारः भवति मूलधातौ, अतः किति निति परे तस्य नकारः लोपः भवति. ल्युटि बन्धनं नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः चित् अपि नास्ति, नित् अपि नास्ति, परन्तु त्वान्तरूपं बद्ध नकारलोपः यतोहि त प्रत्ययः कित् अस्ति. लबि धातोः इदितो नुम् धातोः इत्यनेन नुम् आगमः भवति लम्ब् इति रूपम्. अस्य नकारस्य लोपः किति निति न भवति यथा त्वान्तरूपं लम्बितः इति. एतत् परिचितविषयमेव. अत्र किमर्थं मूलधातुः आरम्भतः नकारः अस्ति चेत् अत्र बन्द् इति स्वीकुर्मः चेत् अत्र नकारः पूर्वमेव मूलधातौ भवति एव, अतः किति निति परे तस्य नकारस्य लोपः न भवति. इदानीं कृदन्तं ल्युटि स्वीकुर्मः चेत् अत्र बन्धनमिति भवति, परन्तु नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति, अनन्तरं मित् अपि नास्ति, अतः तत्र नकारः तिष्ठति एव. परन्तु त्वान्तरूपं स्वीकुर्मः चेत् अत्र त प्रत्ययं कित् अस्ति, अतः तत्र नकारस्य लोपः भवति, अतः बद्ध इति भवति. तादृशमेव लबि इति धातुः स्वीकुर्मः चेत् अत्र इदितो नुम् धातोः मध्ये नकारः आगच्छति, अतः लम्ब् इति भवति. अस्य नकारस्य लोपः किति निति न भवति, किमर्थं चेत् अत्र त्वान्तरूपं लम्बितः भवति, अतः तत्र किति निति न अस्ति चेत् अत्र लम्ब् इति इदितो नुम् धातोः कार्यं भवति एव. एतत् विषयं पूर्वमेव वयं जानीमः, पठितवन्तः बहुवारं, सत्यम् इदितो नुम् धातुः यत्र यत्र पठितवन्तः तत्र एतादृशचिन्तनं पुनः पुनः आगच्छति एव, तदेव पुनः लिखित उल्लिखितम् अत्र. समीचीनं वा, सर्वे अवगतवन्तः वा तत्र किमर्थं नकारादेशः भवति इति? चुरादि पञ्चनिमिषम् अस्ति, रघुपति महोदय पठति वा चुरादिगणदातवः? श्रूयते वा? आम् आम्. चुरादिगणीयदातवः त्रिगुणार्थे निगन्धदातवः च. चुरादिगणे निच् प्रत्यय स्वार्थे विधीयते एव, यथा चुरुयोगणि चोरि इति, तदा सनाद्यन्ताः दातवः इत्यनेन चोरि क्षालि इत्यादीनाम् आदिदेशकधातूनां धातुसंज्ञा भवति. चुर् इति भूवादयो धातवः इत्यनेन चु इत्यस्य चुर् इत्यस्य धातुसंज्ञा भवति. सत्यापपाशरूपवीणातूलश्लोकसेना लोम त्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् इत्यनेन चुरादिगणीयधातुभ्यः णिच् प्रत्ययः विधीयते. चुर्योग ई इति अस्ति. पुगन्तलघुपदस च इत्यनेन उपादायां लघु इकः गुणः आर्धात्कप्रत्यये परे चोरि इति, सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा चोरि इति आदिदेशिकधातुः, तथा च प्रेरणार्थे निचि अपि आदिदेशिकधातुः निष्पद्यते, यथा फट् इत्यनेन हेतुमती च इत्यनेन सूत्रेण भवति अत्र निच् विधीयते. फट् योगी अत उपादायः इत्यनेन उपादायाम् अतः वृद्धिः निति प्रत्यये परे पाटि इति रूपम्. सूत्रमस्ति सत्यापपाशरूपवीणातूरश्लोकसेना लोम त्वच वर्मवर्णचूर्णचुरादिभ्यो णिच् येभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच् प्रत्ययः विधीयते. येभ्यः प्रातिपदिकेभ्यः णिच् प्रत्ययसंयोजन नामधातवः भवन्ति इति अस्ति, नामधातवः भवन्ति प्रातिपदिकेभ्यः यदा योजयामश्चेत्. हेतुमति च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच् स्यात् इति णिच् विधायकसूत्रमस्ति तत्र. प्रयोजकव्यापारे क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः क्रियायाः हेतुः, तस्मिन् प्रयोजके हेतुः अस्ति अतः स हेतुमान्. अस्यां स्थितौ यत्र हेतुमान् प्रयोजकः अपि अस्ति प्रेरितः प्रयोज्यः अपि अस्ति तत्र धातुः णिच् प्रत्ययः विधीयते. इति सूत्रं वयं जानीमः, तत्र हेतुमति च धातोः नीच् प्रत्ययः परश्च इति. तत्र यदि प्रेरणार्थे भवति, प्रेरणार्थे भवति चेत् तत्र हेतुमति इति सूत्रेण नीच् भवति, अन्यथा स्वार्थे सत्यापपाश अनेन सूत्रेण चुरादिगणीयधातूनां तत्र स्वार्थे नीच् प्रत्ययः विधीयते. अग्रे जानीमः तत्र एवं च चुरादौ प्रेरणार्थौ णिचि च इति लिखितं किल. एवञ्च चुरादौ प्रेरणार्थे णिचि च उभयत्र णिजन्तः आदिदेशकधातुः निष्पद्यते. चुरादौ स्वार्थे चोरि क्षालि इत्यादयः धातवः, प्रेरणार्थे पाटि लेखि नायि इत्यादयः धातवः. उभयत्र चुरादौ प्रेरणार्थे णिचि च यत् किमपि रूपं निष्पादयितुम् इष्येत सर्वप्रथमं निचः विधानं भवति, तदनन्तरमेव अन्यानि कार्याणि करणीयानि. तथैव भवति आशीर्लिङ्गि च. सर्वप्रथमं णिच् तदा धातुसंज्ञा, तदा आशीर्लिङ्ग् तिङ् प्रत्ययसंयोजनं. यथा चुर्युगै चोरि, इदानीम् आशीर्लिङ्ग् विवक्षायां चोरियुगयात् अत्र नेरणिटि इत्यनेन, अस्यां दशायां नेरणिटि इत्यनेन यस्य आर्धात्विकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं णी प्रत्ययस्य लोपः भवति, अतः चोर्याद् इति रूपं भवति. तदेव तत् प्रथमं तत्र वयं तद् चोरि इति वा किमपि तद् हेतुमति च अथवा सत्यापपाश अनेन तद् नूतनधातुः निष्पादनं कुर्मः, अनन्तरमेव यात् योजनम्. अन्यत् सर्वं यदा वयं पूर्वस्मिन् पाठे पठितवन्तः तादृशमेव अस्ति. तद् कथाधातोः तत्र तच्चिन्तनम् अचपरस्मिन् पूर्वविधौ सर्वं समानमेव अस्ति. नूतनसूत्रम् इति किमपि नास्ति अत्र शिर्लिङ्ग् इत्यस्य कृते, किमपि नूतनसूत्रं नास्ति. अस्तु, अद्य प्रायः अत्र समापयामः. अहम् अग्रिम बुधवासरे अस्ति वा इति सूचयिष्यामि. मम परीक्षा, सेकेण्ड् सेमिस्टर् परीक्षा आगच्छति. मम पूर्वसिद्धता नास्ति चेत् अहं मम किञ्चित् समयं स्वीकरोमि, अथवा अग्रिमसप्ताहे प्रायः भविष्यति, अनन्तरं सप्ताहद्वयं न भविष्यति. अहं सूचयिष्यामि ईमेल् द्वारा. परन्तु भवन्तः सर्वे प्रायः मिलित्वा समानसमये एषः पाठः एव पुनः एकवारं पठतु. प्रायः तस्मिन् समये संशयाः अथवा चर्चनीयाः विषयाः आगच्छन्ति. एकवारं द्विवारं पठामः चेदेव आगच्छति. प्रथमवारं सर्वं स्पष्टमेव दृश्यते, परन्तु यदा इतोपि एकवारं पठामः तत्र किमपि विषयाः अपि तत्र वयं तत्र विस्मृतवन्तः अथवा त्यक्तवन्तः विषयाः अपि आगच्छति. यत्किमपि प्रश्नः अस्ति तद् लिखित्वा स्थापयन्तु, अनन्तरं वयं चर्चयितुं शक्नुमः. अग्रिमवर्गाय अहम् आगन्तुं न शक्नोमि महोदय. आं, तद् भवत्याः परीक्षा अस्ति, मम तु 22nd आरभ्य अस्ति, परन्तु मम अवकाशः आवश्यकः प्रिपरेशन् कर्तुम्. अतः अग्रिमवर्गात् आरभ्य विरामकालः एव. विरामकालः नास्ति इति वदामि, ममापि नास्ति, भवन्तः अपि नास्ति. आगत्य किञ्चित् पठन्तु इति वदामि. अवगतं किल? अस्तु महोदय, धन्यवादः. शुभरात्रिः महोदय. नमस्कारः. धन्यवादः. गुड् लक्. धन्यवादः. धन्यवादः. गुड् लक्.